कुत्र आसीत्? आसम् आसु आसुः तकारान्त इति अभवत् खलु? अत्र कृन्दि रुन्दि इति अनयोः अनयोः विकल्पेन दलोपं कृत्वा कृन्दि रुन्दि भवतः सूत्रमस्ति जरोजरि सवर्णे इति अधो लिखितं विवरणं कृपया पठ्यताम्। तदा रुन्द् धातोः उदाहरणं पश्याम। जस्तुं कृत्वा रुन्द् योगः धि इति स्थितिः। अस्मिन् नकारः नकारः इति हल् दकारात् पप्राक् दकारः इति जर् इद् इति दकारस्य सवर्णजर् दकारात् परे परे अतः हल् परतः दकारः यस्मात् परे सवर्ण जर् धकारः इति स्थितिः। ओके अस्यां दशायां हल् परतः जरः दकारस्य विकल्पेन लोपः। ओ नकारः अस्ति चेत् एव तस्मादेव अस्ति नकारः अस्ति चेदेव इति न हल् वर्णः हल् वर्णः तस्य अनन्तरं पुनः सवर्णझर् वर्णः इति स्थितिः। दकारस्य प्राक् जल् वर्णः नास्ति अत्र न रुन्ध मध्ये नकारः इति हल् वर्णः तदनन्तरं दकारः इति धर् वर्णः तदनन्तरं धकारः इति सवर्णझर् वर्णः इति स्थितिः। मध्यकारस्य लोपः भवति रुन्धि रुन्धि परन्तु रुन्धि मध्ये धलेव नास्ति खलु मध्ये वर्णः नास्ति अकारः नास्ति मध्ये अकारः अस्ति तदनन्तरं दकारः झर् वर्णः तदनन्तरं धकारः सवर्णझर् वर्णः परन्तु हल् वर्णः नास्ति तत्र खलु अकारः हल् नास्ति अतः अद्धि मध्ये प्रसक्तिः न भवति परन्तु कृन्धि रुन्धि तर्हि तत्र त्रयाणां वर्णानां संयोगः अस्ति चेदेव कार्यं भवति। प्रथमवर्णः हल् तस्यानन्तरं झर् तस्यानन्तरं सवर्णझर् सवर्णझर् अतः रुन्धि कृन्धि मध्ये इदानीम् आगच्छति खलु? आं महोदय सूत्रं पठतु एकवारं। जरोजरि सवर्णे हल् उत्तरस्य जरः विकल्पेन लोपः। सवर्णजरि जरि परे जरः षष्ट्यन्तं झरि सप्तम्यन्तं सवर्णे सप्तम्यन्तं त्रिपदमिदं सूत्रं। हलो यमां यमि लोपः इत्यस्मात् हलः लोपः चेति अनयोः अनुवृत्तिः लोपः इति हलः लोपः इत्यनयोः अनयोः अनुवृत्तिः। जयो हो अन्यतरस्याम् इत्यस्याम् अन्यतरस्याम् इत्यस्य अनुवृत्तिः। तयोर्व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रं। हलः जरः लोपः अन्यतरस्यां सवर्णे जरि संहितायाम् अवगतं महोदय किं लिखितं यत्र हलः पर यतः जरः जर् वर्णः अस्ति जर् प्रत्याहारस्य वर्णः अस्ति तस्य प्राक् हल् वर्णः अस्ति जर अनन्तरं सवर्ण जर् वर्णः अस्ति चेत् तस्मिन् समये अन्यतरस्यां जरि जर् वर्णः लोपः संहितायाम् पठामि वा धातुः परे झर् वर्णः अस्ति चेत् तस्य लोपः भवति विकल्पेन कदा सवर्णझर् वर्णः अग्रे अस्ति चेत् हल् वर्णः योगः जर् वर्णः तदनन्तरं सवर्णजर् वर्णः अस्ति चेत् पूर्वजर् वर्णः लोभः. अस्तु इदानीम् अग्रे विजयमहोदय. ईबिन्दुः धातुः शकारान्तः प्रत्ययः दकारादिः तत्र शकारान्तधातोः अन्तिमशकारस्य स्थाने शकारः तालव्यशकारस्य स्थाने मूर्धन्यशकारः आदेशः भवति ब्रच्छ ब्रच्छ इति सूत्रेण. अयं जलां जश् जशि इत्यनेन इत्यस्य अपवादः. नो चेत् शकारस्य स्थाने तृतीयसदस्य जकारादेशः भवति स्म. नो चेत् शकारस्य स्थाने तृतीयसदस्य जकारः आदेशः भवति स्म. प्रत्ययादौ दकारस्य स्थाने दकारः आदेशः भवति सुणासुः इति सूत्रेण. धात्वन्ते शकारस्य स्थाने जश् आदेशः जलां जश् जशि इति सूत्रेण. शकारः मूर्धन्यवर्गे अस्ति अतः तस्य स्थाने जस्त्वं नाम दकार आदेशः भवति. एतत् स्पष्टतया एव अत्र अस्ति. किमपि वक्तुं तत्र नास्ति. शकारस्य तालव्यशकारस्य स्थाने मूर्धन्यशकारः आगच्छति ब्रच्छ ब्रच्छ इति सूत्रेण. अनन्तरं जलां जष् जशि इति सूत्रे एतत् अपवादसूत्रमस्ति ब्रच्छ ब्रच्छ इति सूत्रेण. शकारस्य स्थाने जकारः आदेशः भवति जलां जष् जशि इति सूत्रेण. अतः तत्र एतत् ब्रच्छ ब्रच्छ इति सूत्रस्य अपवाद अत्र जलां जष् जशि इत्यस्य अपवादः अवगतम्. नो चेत् अत्र ब्रश्च ब्रश्च सृज भुज जशांशः इति सूत्रेण अयं जलां जश्चसि इत्यस्य अपवादः. ओके, नो चेत् सकारस्य स्थाने तृतीयसदस्य इति उक्ते किं महोदय? अत्र किमपि लेखनस्य आवश्यकता नास्ति. वस्तुतः जलां जस् भ्रमात्मकमस्ति. अत्र व्रश्च ब्रश्च इति प्रथमसूत्रमस्ति पूर्वत्र सिद्धम् इत्यनेन शकारस्थाने शकारः एव करणीयः. समाप्तम्. जलां जसि तस्य अपवादः इति किमपि किमर्थं लेखनीयं? तत्र जलां जसि अग्रे एव भवति, तस्य कार्यमेव न भवति. व्रश्च ब्रश्च पूर्वे अस्ति, पूर्वत्र सिद्धम् इत्यनेन तस्य कार्यं प्रथमं भवति. भ्रमं नास्ति अत्र, भ्रमः नास्ति अत्र. सकारस्य स्थाने तृतीयसदस्य इत्युक्ते किं? न, अत्र किमपि लिखितं नास्ति. अत्र जलां जशि यदि कार्यं करोति तत्र शकारस्य स्थाने जकारः भवति खलु, तस्य तृतीयवर्णः. तृतीयवर्णः सदस्य, तृतीयसदस्य वर्णः, तृतीयसदस्य शकारस्य अन्तर्तमः तृतीयसदस्य नाम चवर्ग्यः खलु. शकारस्य अन्तर्तमः चवर्गेण भवति खलु. शकारस्य वर्गीयवर्णः कः अस्ति? अन्तर्तमः ताल चवर्गः अस्ति खलु. अतः चवर्गस्य तृतीयवर्णः भवति जकारः झलां जजसि कार्यं करोति चेत्. परन्तु अत्र किमपि तादृशचिन्तनस्य आवश्यकता एव नास्ति. व्रश्च व्रश्च इत्यनेन शकारस्य स्थाने मूर्धनशकारः भवति. समाप्तम्. यत्र अपवादस्य आवश्यकता एव नास्ति चिन्तनस्य, तत्र किमर्थं कार्यं तादृश किमर्थं जटिलवक्रचिन्तनं किमर्थं करणीयम्? अस्तु अग्रे पठतु एफ भवत् पठतु विजय महोदय यदा ईश् युगः दे तत्र वृश्च वृश्च सृज मृज यज राज ब्राजच्छशं शः इत्यनेन तालव्य शकारस्य स्थाने मूर्धन्य आदेशः भवति इदानीम् ईश् तालव्यस्थाने मूर्धन्य आगच्छति ईश् इति अनन्तरं द्वे इदानीं सुनासुः इत्यनेन प्रत्ययस्य दकारस्य चतुर्थवर्णस्य स्थाने दकारः आदेशः भवति सुनासुः इति सूत्रेण इदानीम् ईश् योगः द्वे जलां जष् जषि सूत्रेण जष्त्वं भूत्वा शकारस्य स्थाने डकारः आगच्छति अतः तत्र ईड् अनन्तरं द्वे इति मेलनेन वर्णमेलनेन ईड्वे इति भवति सर्वे आगच्छन्ति वा इदानीं पर्यन्तम् आं महोदय अग्रे पठतु विजय महोदय एफ भवती आम् एफ धातुः शकारान्तः प्रत्ययः दकारादिः प्रत्ययादौ दकारस्य स्थाने डकारः भवति सुनासुक इति सूत्रेण द्वात्व धात्वन्ते शकारस्य स्थाने जश् आदेशः भवति चेत् तत्र शकारस्य मूर्धन्यवर्गे अस्ति अतः तस्य स्थाने जस्त्वं भूत्वा नाम डकारः मूर्धन्यशकारस्य स्थाने डकार तृतीयवर्णः डकारः आगच्छति यथा चक्ष् योगः द्वे इति चेत् तत्र स्कोः संयोगान्त्योरन्ते इति सूत्रेण ककारस्य लोपः भवति ककारस्य वा सकारस्य वा लोपः भवति एतत् सूत्रेण इदानीं चक्ष् तत्र पूर्वं मीनाभगिन्या एव तत्र एतत् प्रश्नम् आगच्छति चक्ष् इत्युक्ते ककारः अनन्तरं शकारः मेलनेन चक्ष् इति भवति अनन्तरं इदानीं ककारस्य लोपः भूत्वा छष् एव अत्र तिष्ठति छष् योगः द्वे इदानीं सुनासुः इत्यनेन प्रत्ययस्तस्य दकारस्य स्थाने दकारः भूत्वा आदेशः भवति छष् योगः द्वे भवति जलां जष् जषि इत्यनेन जष्त्वं भूत्वा मूर्धनीयशकारस्य स्थाने डकारस्य तृतीयवर्णः आगच्छति एतत् सूत्रेण अन्तिमरूपं जड् षड् योगः द्वे षड्वे इति अन्तिमरूपं निष्पन्नं तादृशमेव उष् योगः दि सुनासुः इति सूत्रेण डि भवति जलं जष्ट् इति सूत्रेण उड् भवति उड्डि इति अन्तिमरूपं द्विष् योगः दि तादृशमेव सुनासुः इति सूत्रेण डि भवति द्विष् योगः डि जलां जष् जषि इति कार्यं करोति मूर्धन्यशकारस्य स्थाने तृतीयडकारः आगच्छति विड् योगः डि विड्डि इति अन्तिमरूपं निष्पन्नं अचक्ष् योगः द्वं स्कोः संयोगान्त्योरन्ते इति सूत्रेण ककारस्य लोपः भवति अतः तत्र अचष् भवति अचष् योगः द्वम् इदानीं सुनासुः कार्यं करोति अत्र शकारस्य स्थाने डकारः आगच्छति अचड् इति भवति अनन्तरं जलां जष् जषि इति सूत्रेण चतुर्थवर्णस्य स्थाने चतुर्थडकारः आगच्छति अतः अन्तिमरूपम् अचड्वम् इति भवति तावदेव एतत् समीचीनतया स्पष्टीतया उक्तमेव किमिति तत्र क्लेशः नास्ति अस्तु अग्रे इदानीं मदनमहोदय जि आम् धातु सकारान्तः प्रत्ययः दकारादिः दकारादिप्रत्ययपरे सकारान्तधातोः सकारस्य लोपः दि च इति सूत्रेण अयं जलां जष् जषि इत्यस्य अपवादः नो चेत् सकारस्थाने तृतीयसदस्य दकारादेशः भवति स्म अत्र अपि अपवादः चिन्तनस्य आवश्यकता नास्ति यतोहि धी च पूर्वम् आगच्छति, पूर्वत्र सिद्धम् इति इत्यनेन धीच एव कार्यं करोति. धीच इत्यनेन सकारस्य लोपः भवति. अतः एकवारं सूत्रं पठतु अग्रे गत्वा. धीच धीच सकारस्य लोपः भवति दकारादिप्रत्यये परे. दि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. रात् सस्य इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः. संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं दि च सस्य लोपः. सकारलोपः भवति दकारप्रत्यये परे अस्ति चेत् सकारान्तधातु सकारलोपः भवति. धातुः सकार यथा चकास् योगः दि, दि च इति सूत्रेण सकारस्य लोपः. चका योगः दि चकादि. कंस् योगः द्वे अत्रापि सकारस्य लोपः भवति. कङ् द्वे कङ् द्वे अनुस्वारस्य ई परे ऐ परसवर्णः इति सूत्रेण अनुस्वारस्य नकारः भवति. कन् द्वे तदनम् आस् योगः द्वे. दि च इति इति सूत्रेण सकारस्य लोपः. आ द्वे वर्णमेलम् आ द्वे. निन्स् योगः द्वे सकारस्य लोपः. निन् द्वे अनुस्वरस्य ई परसवर्णः इति सूत्रेण निन् द्वे अनुसारः नकारः भवति. आशास् योगः द्वे सकारस्य लोपो भवति. दीच इति सूत्रेण आशा योगः द्वे आशा द्वे. वस् योगः द्वे सकारलोप. वाप् योगः द्वे वद्वे. प्रश्नः अस्ति वा? धीच किमपि नास्ति. परे सकारस्य लोपः अग्रे वदामि वा? एकनिमिषं. धी परे धकारपरे सकारस्य लोपः. अस्तु इदानीम् अग्रे हकारान्त अन्तिमवर्ग हकारान्त अस्ति चेत् किं करणीयं? तर्हि अत्र नूतनविषयः अस्ति, अतः अग्रे एव अग्रिमरविवासरे एव आरभामहे. तत्र अन्तिमबिन्दुः अस्ति. तदनन्तरं हल्सन्धिपाठः समाप्तः भवति. केवल हकारातधातुः अस्ति चेत् किं कार्यं भवति? तत्रापि वयं जानीमः प्रस्तुतः सामान्यतया होडः दकार आदिधातुः अस्ति चेत् दादेर्धातोर्गः. परन्तु तत्र अग्रे अस्ति दादे धातोर्गः मध्ये तत्र एकाचो बशो बस्तस्य अपि कार्यं भवितुं शक्नोति, यतोहि धकारादि अस्ति. तदनन्तरं नहोध अत्र अपि नः धातु कृते धः भवति. तत्रापि वाद्रुमरुम इति अपि अस्ति. ते सर्वं जानीमः. तत्र नूतनम् अत्र केवलं धीच एव अस्ति, अन्यत् सर्वं तु वयं जानीमः, अतः चिन्ता नास्ति. अग्रे कुर्वः. तत्र प्रश्नः अस्ति वा कस्यापि? अत्र किमर्थम् अस्मिन् पाठे द्रष्टव्यम् इति उक्तं, तत्र दत्तं तत्र अत्र तस्य आवश्यकता नास्ति. तत्र उदाहरणं तत्र प्रायः तत्र अन्यानि उदाहरणानि अपि सन्ति, परन्तु अत्र आवश्यकता नास्ति. अस्तु तर्हि प्रश्नः नास्ति चेत् शुभरात्रिः. धन्यवादः. धन्यवादः महोदय. धन्यवादः महोदय.